एका तदङ्घ्रिकमलं सन्तप्तास्तनयोरधात् एका भ्रुकुटिमाबध्य प्रेम संरम्भविह्वला घ्नती वैक्षत्कटाक्षेपैः सन्दष्टदशनक्षदा अपरां निमिषदृग्भ्यां जुषाणा तन्मुखाम्बुजम् आपीतमपि नातृप्यत् सन्तस्तच्चरणं यथा तं काचिन्नेत्ररन्ध्रेण हृदि कृत्य निमील्य च पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसंप्लुता सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ताभिर्विधूतशोकाभिर्भगवानच्युतोवृतः व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ताः समादाय कालिन्द्या निर्विश्य पुलिनं विभुः विकसत्कुन्दमन्दारसुरभ्यनीलषट्पदं शरच्चन्द्रांशुषं दोहध्वस्तदोषातमः शिवं कृष्णायाहस्ततररचितकोमलबालुकं तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथां तं श्रुतयो यथा ययुः स्वैरुत्तरीयः कुजकुङ्कुमाङ्कितैरचिक्लृपन्नासनमात्मबन्धवे तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तहृदि कल्पितासनः चकासगोपीपरिषद्गतोर्चितस्त्रैलोक्यलक्ष्मेकपदं वपुर्दधत् सभाजयित्वा तमनङ्गदीपनं सहासलीलक्षणविभ्रमभ्रुवा संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे गोप्य ऊचुः भजतो नु भजन्त्येक एक एतद्विपर्ययं नो भयांश्च भजन्त्येक एतन्नो ब्रूहि साधु भोः श्रीभगवानुवाच मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमाहिते न तत्र सौहृदं धर्मः स्वार्थार्थं तदहीनान्यथा भजन्त्य भजतो ये वै करुणाः पितरो यथा धर्मो निरपवादोऽत्र सौहृदं च सुमध्यमाः भजतोऽपि न वै केचिद् भजन्त्य भजतः कुतः आत्मा रामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये यथा धनो लब्धधने विनष्टे तच्चिन्तयाम्यान्निभृतो न वेद एवं मदर्थोज्झितलोकवेदस्वानां हि वो मय्यनुवृत्तये बलाः मया परोक्षं भजतातिरोहितं मा सूयितुं मार्हथ तत्प्रियं प्रियाः न पारयेऽहं निरवद्य संयुजां स्वसाधुकृत्यं विबुधायुषापि वः या मा भजं दुर्जरगेहशृङ्खलाः संवृश्य तद्वः प्रतियातु साधुना श्रीमन्नारायण श्रीमन्नारायण श्रीमन्नारायण। अथ पञ्चमः श्रीशुक उवाच इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः जहुर्विरहजं तापं तदङ्गोपचिताशिषः तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः यं मन्येरन्नभस्तावद् विमानशतसङ्कुलं दिवौकसां सदाराणामोत्सुक्यापहृतात्मनां ततो दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः जगुर्गन्धर्वपतयः सहस्त्रीकास्तब्जशोमलं वलयानां नूपुराणां किङ्किणीनां च योषितां सप्रियाणामभूच्छब्दस्तु मूलो रासमण्डले तत्रातिशुशुभेताभिर्भगवान् देवकीसुतः मध्ये मणीनां हैमानां महामरकतो यथा पादं न्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैर् भग्जन्मध्यश्च लकुचपटैः कुण्डलैर्गण्डलोलैः